गुरुब्रह्म गुरुष्णुगुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायभागे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः तत्र विभागः इति तत्र संयोगस्य नाशकः अपि गुणः इति वयं चिन्तयामः तत्र किमर्थं तत्र विभागः इति संयोगनाशः एव भवेत् खलु केवलं संयोगनाशकः न किन्तु संयोगनाशः एव विभागः भवेत् खलु इति तत्र किञ्चित् चिन्तनं तत्र पूर्वपक्षिणः तत्र चिन्तनमस्ति आक्षेपः अस्ति अतः तस्य समाधानार्थं तत्र अनुमानेन तत्र विभागः तत्र गुणः इति अग्रे साधयामः तर्हि तत्र विभागः अस्ति इति तत्र अपि अनुमानेन तस्य साधनं भवति अपि नाम विभागः तत्र गुणः अस्ति अन्यगुणः अतिरिक्तगुणः अस्ति अपि तत्र संयोगनाशकः अपि अस्ति एतत् सर्वं वयं साधयितुम् इच्छामः अनुमानेन तर्हि अनुमानेन साधयामः चेत् तत्र अनुमानक्रिया कीदृशी इति ज्ञातव्या अतः तत्र अनुमानप्रक्रिया इति अग्रे वयं पश्यामः अपि अनुमानक्रिया या अस्ति तस्यां तत्र वाक्यं तत्र अनुमानवाक्यं भवति अनुमानवाक्ये तत्र चत्वारः अंशाः भवन्ति तत्र पक्षः साध्यः हेतुः अपि तत्र दृष्टान्तः पक्षः साध्यम् अथवा साध्यः हेतुः दृष्टान्तः इति भवति तर्हि तत्र अत्र अस्माकम् अनुमानवाक्यमस्ति आश्रयनाश अजन्यगुणनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साध्यम् आश्रयनाशा अजन्यगुणनाशत्वात् इति हेतुः पाकजरूपनाशवत् इति दृष्टान्तः इति भवति तर्हि तत्र अनुमानप्रक्रियायाः अवगमनार्थं तत्र आरम्भे तत्र सरल उदाहरणं स्वीकृत्य परिशीलयामः तत्र अनुमानप्रक्रिया कीदृशी इति अतः तत्र अतः आरम्भं कुर्मः तत्र अनुमान अनुमानस्य बोधनार्थम् इति तत्र एतद् दृश्यते वा सम्यक् रीत्या सङ्गणके नो चेत् तत्र करपत्रं तस्य लिङ्क् अपि प्रेषितमस्ति तत्रापि सर्वे द्रष्टुं शक्नुवन्ति नूतनतया तत्र उषा भगिनी नमस्कारः नमस्कारः चन्द्रमती भगिनी नमस्कारः नमस्कारः अन्नरसिंह हेग्डे पुनरागतवान् नमस्कारः महोदय अस्तु तर्हि तत्र आरम्भं कुर्मः तर्हि तत्र शोभा भगिनी तत्र अनुमानस्य बोधनार्थम् इति आरभ्य पठति वा आं महोदय अनुमानस्य बोधनार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं परिशीलयाम पर्वतः पक्षः यत्र साधयितुम् इच्छामः सः पक्षः इत्युक्ते पर्वते साधयितुम् इच्छामः किं साधयितुम् इच्छामः वह्निं साधयितुम् इच्छामः तदर्थं वह्निः साध्यः वह्निं साधयितुम् इच्छामः कुत्र पर्वतरूपी पक्षे पर्वतः पक्षः अधुना धूमः हेतुः इत्युक्ते कारणं यथा महानसम् इति दृष्टान्तः यथा महानसम् इति दृष्टान्तः तत्र महानसम् इत्युक्तौ पाकशाला महानसे धूमः अस्ति चेत् वह्निः अस्त्येव इति अस्माकम् अनुभवः तदर्थं दृष्टान्तत्वेन उपयुज्यते आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महानसे इति अनुमानप्रयोगः अग्रे पठनीयं वा महोदय तावदेव अस्तु हा इत्युक्ते तत्र प्रसिद्ध उदाहरणं वन्निमान् अग्नि किं वन्निमान् इति पर्वतः वन्निमान् क्षम्यतां हा पर्वतः वन्निमान् इति अस्ति. तर्हि तत्र अनुमानस्य बोधनार्थम् एतत् उदाहरणं स्वीकृतं. पर्वतः वन्निमान् धूमात् यथा महानसम् इत्युक्ते पर्वतः वन्निमान् यथा महानसं धूमात् इति न पर्वतः वन्निमान् धूमात् यथा महानसम् इति तत्र पर्वतः वन्निमान् धूमात् इति तावत् अस्ति इत्युक्ते तत्र यदा पर्वते धूमः दृश्यते तर्हि तत्र वह्निः अस्ति इति अनुमानं भवति सर्वे लौकिक अनुमानं हा भवति. यथा महानसम् इति उक्तत्वा तत्र महानसे अपि तत्र तदेव रीत्या महानसे यदि वह्निः दृश्यते तर्हि तत्र अग्निः धूमः दृश्यते धूमः दृश्यते चेत् वह्निः अस्ति इति अनुमानः भवति अनुमानं भवति इति पर्व तत्र इदानीम् अनुमानवाक्यस्य चत्वारः भागाः सन्ति. पक्षः साध्यं हेतुः दृष्टान्तः इति तर्हि इदानीं पर्वतः इति पक्षः भवति यतोहि तत्र पर्वते एव साधयितुम् इच्छामः अतः यत्र साधयितुम् इच्छामः सः पक्षः इति भवति. तदनन्तरं किं साधयितुम् इच्छामः इति प्रश्नः भवति. वह्निं साधयितुम् इच्छामः इति साधयितुम् इच्छामः इति इत्यस्य अर्थः साध्यः इति भवति तत्र तदर्थं वह्निः साध्यः इति भवति साधयितुम् इच्छामः इति साध्यः. वह्निं साधयितुम् इच्छामः कुत्र इत्युक्ते तत्र पर्वतरूपी पक्षे पर्वतः पक्षः अधुना धूमः हेतुः अस्तु साधयितुम् इच्छामः कुत्र इत्युक्ते पक्षे पर्वतरूपी पक्षे इत्युक्ते पर्वते पर्वते हा इदानीं धूमः इति हेतुः भवति इत्युक्ते कारणं यतोहि तत्र हेतुना एव वयम् अनुमानं कर्तुं शक्नुमः तत्र वह्निः वर्तते इति. धूमः हेतु कारणं नाम इत्युक्ते कार्यस्य कारणं भवति धूम हेतु तत्र धूमः हा नाम धूमः पक्षे अस्ति पक्षे अस्ति इति धूमः पक्षे अस्ति अतः साध्यमपि पक्षे भवेत् इति चिन्तनम् अस्तु हा पक्षे साधयितुम् इच्छामः इदानीं धूमः दृश्यते तर्हि तत्र धूमः पक्षे अस्ति इति धूमः पक्षे अस्ति इति इदानीम् अवगमनम् इति जानीमः धूमः इति जानीमः अतः तदेव कारणं तद् ज्ञानं कारणं भवति धूमः पक्षे अस्ति इति कारणं तद् ज्ञानं भवति अस्तु तत्र महानसम् इति स्वीकृतं महानसम् इति दृष्टान्तः यतोहि तत्र महानसं सामान्य वस्तु अस्ति सर्वेषु गृहेषु अस्ति तर्हि सर्वे जानन्ति तत्र महानसे धूमः दृश्यते चेत् अग्निः वह्निः अस्ति भवति एव इति तेन तत्र अनुभवः अस्ति जीवने सर्वेषां तर्हि तत्र दृष्टान्तरूपेण स्वीकृतम्. इदानीं महानसम् इत्युक्तौ पाकशाला इति जानीमः धूमः तत्र अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः अस्ति अतः दृष्टान्तम् तदनन्तरम् आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महासने इति अनुमानप्रयोगः इति अतः तत्र अन्तिमवाक्यात् वयम् अवगच्छामः तत्र कीदृशी अनुमानं नाम किं नाम एकः अस्ति इति कृत्वा अन्यः अपि अस्ति पक्षे यथा अस्मिन् उदाहरणे लौकिक अथवा आनुभविकम् अस्ति उदाहरणत्वेन अनुभवः भवति अतः तत्र अस्मिन् उदाहरणे यथा अस्ति तथैव पक्षे अपि भवति अतः एकः अस्ति चेत् अन्यः अपि भवेत् इति चिन्तनं भवति. समीचीनं भगिनि. हा, अपि तत्र साधारणतया किं भवति, तत्र धूमः दृश्यते किन्तु वह्निः न दृश्यते साधारणतया. अतः धूमस्य धूमः अस्ति इति ज्ञानं, धूमः पर्वते इति अस्ति इति ज्ञानं प्रत्यक्षज्ञानं नाम चक्षुषा भवति ज्ञानम्. वह्निः वह्निः पर्वते अस्ति इति तत्र चक्षुषा अथवा प्रत्यक्षज्ञानं ज्ञानं नास्ति, अनुमानज्ञानम् अस्ति. अतः तत्र यद्यपि वह्निः पर्वते न दृश्यते तथापि वयं जानीमः, अस्माकं ज्ञानं भवति तत्र वह्निः अस्ति एव पर्वते इति, अतः अनुमानज्ञानम्. अतः तत्र हेतुः अस्ति, साध्यम् अस्ति, पक्षः अस्ति, दृष्टान्तः अस्ति. इदानीं तत्र पक्षः कीदृशः भवेत्, हेतुः अपि साध्यं, तयोः कः सम्बन्धः, एतत् सर्वं द्रष्टव्यमस्ति. अग्रे पश्यामः. किन्तु एतत् सरल उदाहरणम्, एतत् उदाहरणं वारं वारं वयं पुनः आगच्छामः. पश्यतु अस्मिन् उदाहरणे कथमस्ति. अतः तत्र अनुमान अवगमनार्थमपि दृष्टान्तः उपयोगकरम् अस्ति. एतत् उदाहरणं पर्वतः वह्निमान् धूमात् यथा महानसम्, एतत् उदाहरणमपि अनुमानस्य अवगमने बहु लाभकरम् अस्ति. अस्तु, तत्र अन्यदपि अस्ति, तदपि पठतु भगिनि तत्र लघुवाक्यं. हा महोदय, तर्हि पर्वतरूपिपक्षे वह्निं साधयामः, यथा यत् साधयामः तत् साध्यम्, अतः अत्र वह्निः साध्यः, धूमः कारणं, महानसं दृष्टान्तः, पक्षः साध्यं हेतुः दृष्टान्तः इति चत्वारः भागाः अनुमानप्रयोगे. आम्, तत्र यथा इदानीम् उक्तं वह्निः धूमः तु प्रत्यक्षं, किन्तु तत्र वह्निः तु अनुमानेन एव किं साधितवन्तः, तर्हि तत्र अस्ति इति साधितवन्तः. हा, अतः तत्र पर्वतरूपिपक्षे, पर्वतः पक्षः इत्यनेन पर्वतरूपिपक्षे वह्निं साधयामः. इदानीं तत्र वह्निं साधयामः इति भवति, तत्र तदेव साध्यः. अस्तु, अतः तत्र पक्षः साध्यं हेतुः दृष्टान्तः इति चत्वारभागाः अनुमानप्रयोगे. इत्युक्ते यत्र कुत्रापि अनुमानस्य प्रयोगः भवति किमपि हेतुम् उपयुज्य, तत्र एतादृशः प्रयोगः भवति. इत्युक्ते अत्र पक्षः कः इति प्रथमं निर्धारणीयम्, अपि च साध्यं हेतुः दृष्टान्तः इति अपि तत्र तेषामपि चिन्तनं भवति. तत्र प्रश्नः आरम्भे एव अनुमानेन साधयामः इति अनुमानवाक्यम् अस्ति चेत् तत्र अनुमानवाक्ये तत्र किं पदं पक्षः, किं पदं साध्यं, किं पदं हेतुः, किं पदं दृष्टान्तः इति अवगन्तव्यम्. अंशः आगच्छ. अस्तु, समीचीनम्. अस्तु, अग्रे गच्छामः. तर्हि अग्रे तत्र नीता भगिनी अग्रे पठति वा. प्रकृते आश्रयनाशाजन्यगुणनाशः इति पक्षः, यत्र साधयितुम् इच्छामः सः पक्षः, समानाधिकरणगुणजन्यः साध्यः, आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः, पाकजरूपनाशवत् इति दृष्टान्तः, यथा पर्वतः तथा आश्रयनाशाजन्यगुणनाशः इत्युक्ते नाशा अजन्य अजन्यगुणनाशः. आश्रयनाश अजन्यगुणनाशः इत्युक्ते आश्रयनाशः यत्र न जातः किन्तु तद् आश्रितगुणस्य नाशः जातः, तादृशनाशरूपपदार्थः यथा पर्वतः इति पदार्थः, अयमेव पदार्थः पक्षः, अतः तस्मिन् प्रदर्शयितुम् इच्छामः यत् साध्यम् अस्ति. तस्मिन् पदार्थे आशयनाश अजन्यगुणनाशः इति पदार्थे हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानप्रयोगः। यथा पर्वते वह्निः साक्षात् न दृष्टः किन्तु साधयितुम् इच्छामः पर्वते वह्निः अस्ति पर्वतः वह्निमान् इति। एवमेव संयोगनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साधयितुम् इच्छामः। अधुना अस्माकं मूलवाक्यं प्रति तत्र यत् वाक्यमस्ति प्रकृते आश्रयनाश अजन्यगुणनाश समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् यत् अनुमान अनुमानस्य स्वरूपमस्ति तत्र चत्वारः भागाः वयं दृष्टवन्तः। अधुना तत्र प्रथमः भागः यत् अस्ति आश्रयनाश अजन्यगुणनाशः, प्रथमः भागः आश्रयनाश अजन्यगुणनाशः इति पक्षः रूपेण आगच्छति। हा तत्र वयं बोधनार्थं वाक्यं दृष्टवन्तः तत् पर्वतः गण्यमानः धूमात् यथा महानसं, तत्र यथा पर्वतः इति पक्षः तथैव अत्र आश्रयनाश अजन्यगुणनाशः इति पक्षः, अनन्तरं समानाधिकरणगुणजन्यः इति साध्यः यथा वह्निः इति साध्यम् अस्ति तथैव समानाधिकरणगुणजन्यः इति साध्यः भवति, यथा भूम इति कारणहेतुरूपेण आगच्छति तथैव आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुरूपेण आगच्छति। यथा महानसस्य दृष्टान्तं वयं स्वीकृतवन्तः तथैव पाकजरूपनाशवत् इति दृष्टान्तः इति आगच्छति। अनन्तरं पर्वतस्य विषये इत्युक्ते तस्य पक्षस्य विषये पर्वतः आश्रयनाश अजन्यगुणनाशः इत्युक्ते आश्रयनाश अजन्यगुणनाशः यत्र आश्रयनाशः अजन्य इत्युक्ते यत्र आश्रयनाशः न अभवत् न जातः परन्तु गुणनाशः तत्र अभवत् तत्र गुणनाश गुणस्य नाशः अभवत् गुणस्य नाश तद् आश्रित गुणस्य नाशः तत्र जातः। इत्युक्ते तत्र आश्रयनाश तादृशनाशरूपपदार्थः यथा पर्वत कुत्र पक्ष ऐ मीन् कुत्र आश्रयनाशः न जातः तत्र तादृशनाशरूपपदार्थ इति पर्वतः इति पदार्थः। तत्र पर्वतः इति पदार्थः पक्षः रूपेण यत्र यस्मिन् वयं साध्यं साधयितुम् इच्छामः, पक्षे वयं साध्यं साधयितुम् इच्छामः इत्युक्ते पदार्थे यत्र आश्रयनाश अजन्यगुणनाशः यत्र अभवत् तत्र पक्षे वयं साधयितुम् इच्छामः हेतूनां। हेतुः कः? हेतुः इत्युक्ते तत्र धूमः इति कारणः यत्र हेतु यत्र यस्मिन् साध्यम् इच्छामः यत्र साध्यं भवति तत् पर्वतः पक्षे हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानः प्रयोगः इत्युक्ते तत्र धूमः पक्षे अस्ति पक्षे धूमः अस्ति अतः साध्यं तत् वह्निः अपि पक्षे भवेत् साध्यम् अवश्यं तत्र भवति इति अनुमानः प्रयोगः। वह्नि साक्षात् न दृष्टः वह्नि साक्षात् न दृष्टः धूमः दृश्यते धूमः पक्षे अस्ति साक्षात् रूपेण तत्र वह्नि न दृश्यते परन्तु वह्नि साक्षात् पर्वते न दृष्टः परन्तु वयं साधयितुम् इच्छामः पक्षे साध्यं साधयितुम् इच्छामः यथा पर्वते वह्निः वह्निमान् पर्वत इति साधयितुं वयम् इच्छामः। अस्तु एवमेव अन्तिमे तत्र संयोगनाशः इति पक्षः संयोगनाशः इति पक्षः नाम साक्षात् पक्षः अस्ति किम् आश्रय नाश आश्रयनाश अजन्यगुणनाश इति अजन्यगुणनाशः इति नाम यत्र यत्र आशयस्य नाशः न जातः किन्तु गुणस्य तर्हि संयोगनाशः तादृशः अस्ति वा? एवमेव संयोगनाशः इति पक्ष समानाधिकरणगुणजन्य इति साधयितुम् इच्छामः. इत्युक्ते तत्र संयोगनाश इति पक्ष अस्ति वा इति प्रश्नः नाम यत्र संयोगनाशः भवति तद् तद् आश्रयनाश अजन्यगुणनाश इति पक्षे वर्तते वा तत्र संयोगनाश? अस्तु अस्तु, संयोगेन संयोगेन गुणनाशः भवति तत्तु न, संयोगेन गुणनाशः न, संयोगस्य नाशः एव विषयः खलु. संयोगः घट नाम कपालसंयोगः नश्यति चेत् तत्र किं कपालस्य नाशः भवति वा? न न न, कपालस्य नाशः न पटस्य. तर्हि तर्हि संयोगनाशः अथवा हस्तपुस्तकयोः संयोगः अस्ति, संयोगनाशः भवति चेत् किं हस्तः नश्यति पुस्तकं? अतः अतः संयोगनाशः कीदृशः? आश्रयनाशात् न जायते खलु? न जायते. अतः आश्रयनाश अजन्यः अस्ति. किन्तु संयोगः गुणः अस्ति खलु? तर्हि संयोगनाशः इत्युक्ते गुणनाशः. संयोगनाशः इत्युक्ते गुणनाशः. इदानीं समानाधिकरणम् एतत् सर्वं किन्तु प्रथमतया तत्र संयोगनाशः इति कीदृशः गुणनाशः अस्ति, कीदृशगुणनाशः? आश्रयनाश अजन्यः अस्ति एषः गुणनाशः. अतः संयोगनाशः इति पक्षः पक्षरूपे स्वीकर्तुं शक्नुमः, नाम तादृशः अस्ति. अत्र पक्षः इति पक्षः इति पदार्थः पर्वतः इति पदार्थः, किन्तु साधारणतया किं भवति तादृशी स्थितिः नाम तत्र अथवा विषयः तदपि पक्षः भवति नाम यत्र गुणनाशः अभवत् किन्तु आश्रय नाशेन न अभवत् गुणनाशः तस्मिन् सन्दर्भे तस्यां स्थितौ इति अतः तत्र साक्षात् पर्वतः इति यथा पदार्थः अस्ति तादृशः पदार्थः हि पक्षः साधारणतया न भवति, विषयः भवति. अस्मिन् विषये तत्र किं किम् अस्ति इति तत्र अत्र नाशः इति अत्र गुणनाशः इति पदार्थः इति स्वीकुर्मः. अस्मिन् यत्र गुणनाशः अस्ति अपि सर्वविधगुणनाशः न, यत्र आश्रयनाश अजन्यगुणनाशः अस्ति सः पक्षः भवति. तस्मिन् पक्षे संयोगनाशः तु अस्ति खलु, अतः संयोगनाशः इति एव पक्षः इति स्वीकर्तुं शक्नुमः. संयोगनाशः तादृशनाशः अस्ति. इदानीं तत्र किं साधयितुम् इच्छामः वयं? विभागः, विभागः इति गुणः एव संयोगनाशं करोति इति खलु? विभागः इति गुणः अस्ति, एकः गुणः अस्ति, सः एव संयोगं संयोगस्य नाशकः खलु? अतः संयोगनाशः कीदृशः भवेत्? गुणजन्यः भवेत् खलु, नाम तत्र विभागेन एषः नाशः भवेत्. गुणजन्यः नाम विभागजन्यः, गुणजन्य विभागजन्य द्वयोः अधिकरणः समानम् एव समानं भवेत् यतोहि कार्यकारणभावः खलु. तर्हि तत्र यत्र नाशः अस्ति तत्र एव गुणः अपि भवेत् खलु. नाशः कार्यं, गुणः कारणम्, अतः विभागः तस्मिन्नेव अधिकरणे भवेत् यत्र नाशः वर्तते. अतः वयं किं साधयितुम् इच्छामः, समानादिकरणगुणजन्यः अस्ति एषः गुणनाशः इति साधयितुम् इच्छामः. अतः तद् अस्ति, तत् समानादिककरणगुणजन्यः अस्मिन् नाशे वर्तते इति साधयितुम् इच्छामः. हेतुः कः अत्र? अत्र हेतुः आश्रयनाश अजन्यगुणनाशत्वात् इति, धूमः यथा धूम इति दृश्यते, हा यथा धूमः तथा आश्रयनाश अजन्य अजन्यगुणनाशत्वात् इति हेतुः, हा इति हेतु. अतः तादृश आश्रयनाश अजन्यगुणनाश नाशः अत्र पक्षे अस्ति इति प्रथमतया ज्ञानं भवति. तदनन्तरं तेन वयं साध्यः अपि अत्र अस्ति इति तत्र प्रक्रिया, तादृशी प्रक्रिया भवति. अस्तु, अतः तत्र समानाधिकरणः एकः संशयः, पर्वदेवन्यमान् इति उदाहरणम् अधिकृत्य आश्रयनाश अजन्यगुणनाशक एकवारं विवरणं ददाति वा? नाम यथा तत्र पर्वतः वन्यमान्, नाम पर्वते वह्निः अस्ति, तत्र वह्निः इति साध्यः, अत्र साध्यः कः? समानादिकरणगुणजन्यः इति साध्यः. तत्र नाम गुणनाशः कीदृशः? गुणनाशे तत्र समानादिकरणगुणजन्यत्वम् अस्ति इति साधितुम् इच्छामः. नाम अत्र किं भवति? अत्र जन्यः इति साक्षात् नाम जन्यः इति तत्र भन्निमान्, तत्र पर्वतः लिखितवान् वन्यमान्, तत्र पर्वतः वन्यमान् इति अस्ति खलु, तत्र तयोः मध्ये तत्र कीदृशसम्बन्धः पर्वतः वन्यमान् इति? यदि केवलं पर्वतः वन्यमान् इति शृण्मः तर्हि तत्र पर्वते वन्य अस्ति विशेषविशेषणं, विशेषणविशेषभावः खलु, विशेषणविशेषभावः. अतः नाम वह्निमान् नाम तत्र वह्निः पर्वते अस्ति, अतः तथैव अत्र समानादिकरणगुणजन्यः इति अपि विशेषणं भवति तत्र गुणनाशस्य. अतः तत्र अग्रे एतत् एषः विषयः आगच्छति, नाम समानादिकरणगुणजन्यत्वं नाशे भवति साक्षात्. साक्षात् किम् अस्ति पक्षे इत्युक्ते तत्र जन्यत्वं नाम नाशः, गुणनाशः अन्यगुणजन्यः अस्ति इति. अतः तत्र साक्षात् साध्यः किम् इति अग्रे तस्य विवरणं भवति. किन्तु नाम गुणजन्यः, जन्यः नाम गुणेन भवति, एषः संयोगनाशः अन्यगुणेन भवति, नाम अन्यगुणेन ये संयोगनाशः भवति, नाम विभाग इति विभागनाम्ना गुणेन तत्र संयोगनाशः भवति. अपि विभागः इति गुणः तस्मिन्नेव अधिकरणे अस्ति यत्र संयोगनाशः अपि अस्ति, अतः समानाधिकरणगुणः अस्ति. तेन समानाधिकरणगुणेन गुणः कारणमस्ति संयोगनाशं प्रति इति साधयितुम् इच्छामः. आचार्य, अत्र पाकजरूपनाशवत् इति उदाहरणं किमस्ति न अवगच्छामि. अग्रे अग्रे आगच्छति, नाम वयं दृष्टवन्तः खलु, नाम तत्र पाकजरूपनाशवत् नाम तत्र संयोगेन तत्र तत्र रूपस्य नाशः भवति खलु, परिवर्तनं भवति, अतः तत्र रूपनाशः. तर्हि तत्र अन्यगुणेन अन्यः गुणः अस्ति तत्र इति कृत्वा रूपस्य, रूपम् इति गुणस्य नाशः अभवत्, अतः तत्र दृष्टान्तः भवति. अग्रे पश्यामः, प्रथमतया तत्र प्रक्रिया का इति पश्यामः. अस्तु, इदानीं तत्र अग्रे तर्हि हा तर्हि भवती एव पठति वा मम भगिनी मृणालिनी भगिनी. वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम् इति वक्तव्यम्. समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावः भावं साधयितुम् इच्छामः. इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे समानाधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाश अजन्यगुणनाशः इति पक्षः, तस्मिन् च पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः. आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः, पर्वते वह्निं साधयामः इति यथा, तथैव आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं नाम संयोगनाशे विभागजन्यत्वं संयोगनाशे विभागजन्यत्वं विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरण गुणजन्यत्वं साध्यम्. इदानीं तत् पाकजम् उदाहरणं न आगतम् इदानीमपि. तत्र एकमेकं पश्यामः. तत्र प्रथमतया तत्र पक्षः कः, साध्यं किम् इति अवगन्तव्यं खलु. तदनन्तरं तत्र तर्हि अस्माकं मूलवाक्यं किमस्ति? आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः. आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. अस्तु, तर्हि आश्रयनाश अजन्यगुणनाशत्वात् इदानीं प्रथमतया भगिनी तत्र वाक्ये प्रथमपदं द्वितीय एकमेकं पदं तस्य अवगमनं भवेत्. प्रथमतया पक्षः कः इति विवरणम् अस्ति, साध्यं किम् इति विवरणम् अस्ति, अपि तदनन्तरं साध्यं पक्षे अस्ति वा इति चिन्तनं भवेत् खलु. नाम तत्र एकस्य अनन्तरं तत्र क्रमः वर्तते, अग्रे गत्वा प्रयोजनं नास्ति. अतः तत्र पक्षः कः इदानीं वदतु, पक्षः कः एतावत् अस्माकम् उदाहरणे पक्षः आश्रय अजन्यगुणनाशः वा आश्रयनाश अजन्यगुणनाश इत्युक्ते किम्? आश्रयनाशात् अजन्यगुणनाशः इत्युक्ते अर्थात् आश्रयनाशात् अयं गुणनाशः न जनितः. हा उत्तमम्. गुणनाशः अभवत् किन्तु आशयनाशात् न अभवत् खलु. हा अस्तु, एषः एव पक्षः, नाम गुणनाशः इति पक्षः. तत्र गुणनाशः इति पक्षः अस्तु, गुणनाशः इति एव गुणनाशः एव पक्षः, तादृश तत्र एतद् गुणनाशः इति स्वीकुर् चिन्तयामः. किन्तु सर्वविधगुणनाशः पक्षः नास्ति खलु. कीदृशः अस्ति? यत्र आशयनाश अजन्यगुणनाशः अस्ति खलु नाम केवलं गुणनाश इति वदामश्चेत् सामान्यगुणनाश तद् आशयनाशात् अभवत् अथवा आशयनाशात् न अभवत् न जानीमः अतः गुणनाशः एतदस्ति चेत् तत्र भागद्वयं कुर्मः प्रथमभागः अत्र द्वितीयभागः अत्र तत्र आश्रयनाशात् अभवत् आश्रयनाशात् न अभवत् नाम द्वितीयभागे अस्ति चेत् आश्रयनाश अजन्यः अस्ति एषः गुणनाशः समीचीनं वा हा अतः एषः एव अस्माकं पक्षः अस्तु पक्षः कः एतदेव अस्माकं गुणनाश गुणनाशः अस्ति एतत् सर्वं गुणनाशः एषः भागः आश्रयनाश अजन्यगुणनाशः एषः भागः आश्रयनाशजन्यः गुणनाशः नाम एषः अत्र नाशः आशयनाशेन अभवत् गुणनाशः आशयनाशेन अभवत् एषः तादृशः नास्ति अस्तु इदानीं पक्षः एषः अस्तु इदानीं किं साधयितुम् इच्छामः पक्षः अभवत् इदानीं साध्यं किं भवेत् इति न तर्हि समानाधिकरणगुणजन्यः इति पदं खलु तदेव साध्यः इति उक्तं खलु द्वितीयपदमस्ति समानाधिकरणगुणजन्यः इति किन्तु तत्र पर्वतः वन्निमान् इति अस्ति तत्र वन्निमान् इति कीदृशमस्ति तत्र वन्निमान् पर्वतस्य विशेषणम् विशेषणं खलु तर्हि तत्र वन्निमान् पर्वते अस्ति वा न न पर्वतः वन्यमान् अस्ति तर्हि वन्यमान् इति गुणः पर्वते वर्तते वन्यमान् इति गुणः नास्ति तर्हि किं भवति पर्वते किम् अस्ति पर्वतः वन्यमान् इत्युक्ते किम् अस्ति अतः वन्यमान् इति पदं दृष्ट्वा किमपि अस्ति पर्वते इति तर्हि एतद् साध्यः इत्युक्तौ तद् साक्षात् पदं पर्वते अस्ति इति नास्ति खलु अतः तथैव समानाधिकरणगुणजन्यः इति साध्यम् इत्युक्तौ तत् साक्षात् पक्षे अस्ति इति नास्ति खलु तेन वयं किमपि अवगन्तव्यम् अस्माभिः अवगन्तव्यमस्ति अस्तु तत् तर्हि साध्यम् अस्ति इत्युक्ते किं साध्यम् अतः साक्षात् किम् अस्ति तत्र अत्र भन्निमान् इति अस्ति भन्निमान् तर्हि भन्निः इति जानीमः पर्वते अस्ति अतः अत्र जन्यः अस्ति जन्यः इति विशेषणं गुणजन्यः एषः गुणाशः गुणजन्यः अस्ति तर्हि गुणजन्यः इति उदा विशेषणं भवति चेत् नाम उत्तमः रामः अथवा उन्नतः बालकः उन्नतः बालकः इत्युक्तौ तत्र उन्नतः बालके अस्ति वा औन्नत्यम् अथवा उन्नतत्वं वर्तते खलु भाववाचकं भावप्रत्ययं योजयित्वा वयं तत्र पदं प्राप्नुमः यद् साक्षात् विशेषणं नाम यत् पदार्थः साक्षात् वर्तते खलु नाम उन्नतः इति दृष्ट्वा औन्नत्यम् अथवा उन्नतत्वम् इति तथैव तत्र गुणजन्यः इति विशेषणं पक्षस्य इति कृत्वा गुणजन्यत्वम् इति इदानीं योजयामः तदेव अत्र आदौ अस्ति इदानीं एकम् पठित्वा विवृणोतु तर्हि समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्य उद्देश्य विधेयभावः आरम्भतः वस्तुतः इति वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम् इति वक्तव्यम् समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम् इच्छामः इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे तर्हि समानाधिकरणगुणजन्यत्वम् इति साध्यं भवति इदानीम् तदेव साक्षात् पक्षे तदेव भवेत् नाम अस्मिन् पदार्थे तत्र किम् अस्ति इति साधयितुम् इच्छामः तत्र अस्मिन् पदार्थे तत्र समानाधिकरणगुणजन्यत्वं गुणजन्यत्वम् इति अस्ति इति साधयितुम् इच्छामः नाम समानाधिकरणगुणजन्यः इति पक्षे नास्ति नाम विशेषणम् अस्ति अतः तत्र जन्यः इति वदामश्चेत् तत्र उन्नतः बालकः इत्युक्ते उन्नतः आदेयः बालकः अधिकरणं न भवति खलु खलु उन्नतः बालकः इत्युक्ते तत्र उन्नतः उपरि अस्ति बालकः अधौ अधः अस्ति नाम तत्र अधिकरणं तादृश आदेयः तादृशं नास्ति अतः किन्तु औन्नत्यम् इति चिन्तयामश्चेत् औन्नत्यम् इति पदार्थः आदेयः अधिकरणमस्ति बालकः औन्नत्यं बालके वर्तते अतः तादृशं तत्र जन्यत्वम् इति उपयुज्य तत्र आदेयः अधिकरणम् इति अजन्यगुणनाशः इति भवति अग्रे तर्हि समानाधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाश अजन्यगुणनाशः इति पक्षः पक्षः आसीत् आश्रयनाश अजन्यगुणनाशः तस्मिन् च पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः यथा वह्नी पर्वते अस्ति इति साधयितुम् इच्छामः तर्हि आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः पर्वते वह्निं साधयामः इति यथा तद्वत् तर्हि तथैव आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं नाम नाम संयोगनाशे विभागजन्यत्वं संयोगनाशे विभागजन्यत्वं सम्यक् नाम एतावत् तत्र यथा वदन्ति लिटरलि किम् अस्ति तदेव अत्र उक्तं किन्तु इदानीम् अस्माकं मूलविषयः नाम आश्रयनाशाजन्यगुणनाशः इति उक्तं किन्तु अस्माकं मूलविषयः अस्ति संयोगनाशः खलु संयोगनाशः संयोग इति गुणः अस्ति खलु गुणः संयोगनाशः गुण एकः प्रकारः वा किमाचार्य संयोगनाशः इत्युक्ते गुणनाशस्य उदाहरणं खलु संयोगनाशः इत्युक्ते गुणनाशस्य उदाहरणं तर्हि संयोगनाशः इति गुणनाशः संयोगनाशः कुत्र अत्र अस्ति वा अत्र अस्ति वा तत्र द्विपक्षे अस्ति संयोगनाशः खलु सर्वत्र अस्ति खलु यतोहि तत्र आशयनाशात् अजन्यः अस्ति खलु नाम हस्तपुस्तकयोः संयोगः नश्यति चेत् तत्र हस्तः नश्यति पुस्तकं नश्यति इति नास्ति आश्रयनाशः अतः संयोगनाशः अत्र अस्ति खलु हा अत्र तर्हि संयोगनाश एतत् सर्वं संयोगनाश इति चिन्तयतु तर्हि तत्र किं साधयितुम् इच्छामः समानाधिकरणगुणजन्यत्वं नाम विभागः विभागः इति गुणः विभागेन संयोगनाशः भवति नाम विभागजन्यत्वं नाम विभागेन संयोगनाशः भवति विभागजन्यः इत्युक्ते विभागः कारणं संयोगनाशः कार्यं खलु अतः अपि समानाधिकरणगुणः अस्ति अतः समानाधिकरणगुणजन्यत्वं यदि साधयामः तर्हि संयोगनाशे अन्यः गुणः अस्ति तेन जन्यत्वं संयोगनाशः इति साधयामः तर्हि सः गुणः भवति विभागः अतः विभागः अस्ति तत्रैव विभाग इति गुणः अपि भवेत् इति खलु समानाधिकरणे तस्मिन्नेव अधिकरणे भवेत् विभागः यतोहि तत्र यत्र नाशः अस्ति तत्रैव नाशस्य कारणमपि भवेत् खलु अपि वयं एतत् किं भवति समानाधिकरणगुणजन्यत्वं नाम नाशस्य कारणमस्ति गुणः अपि एषः गुणः समानाधिकरणगुणः अस्ति नाम तस्मिन्नेव अधिकरणे अस्ति इति वदति तत्तु जानीमः नाम तत्र कारणं कार्यं समानाधिकरणे भवेत् खलु अतः समानाधिकरणगुणजन्यत्वम् अत्र अस्ति चेत् तत्र विभागः इति गुणः साधितवन्तः वयम् अग्रे विभागेन जन्यत्वम् अस्ति संयोगनाशे आम् विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम् तर्हि अत्र मूल अत्र किं किम् अवगतवन्तः जन्यत्वम् इति भवेत् साक्षात् साध्यम् अपि यदि एतत् साधयामः तत्र विभागेन जन्यत्वम् अस्ति संयोगनाशे नाम संयोगनाशः कीदृशः भवति विभागजन्यः भवति नाम विभागजन्यः संयोगनाशः विभागजन्यः इत्युक्ते किं विभागः कारणं संयोगनाशः कार्यं खलु जन्यः इत्युक्ते तेन अभवत् इति अर्थः खलु विभागेन संयोगनाशः अभवत् इति एव अर्थः खलु विभागेन जन्यत्वम् अस्ति संयोगनाशे तस्य अर्थः विभागेन अभवत् संयोगनाशः संयोगनाश इति कार्यं विभागः कारणं विभागः गुणः अपि तस्मिन्नेव अधिकरणे अस्ति अतः समानाधिकरणगुणः अस्ति विभागेन इति समानाधिकरणगुणेन जन्यत्वं संयोगनाशे तर्हि पक्ष तथा साध्यं किम् इति अवगतवन्तः इति अवगतवन्तः उत्तमं अस्तु इदानीम् अग्रे हेतुः कः इति पश्यामः अस्तु धन्यवादः भगिनि अस्तु अग्रे नरसिंहगिरि मध्ये अग्रे आश्रयनाशजन्यगुणनाशत्वम् इति हेतुः यथा धूमः अत्र प्रकृते किन्तु वैचित्र्यं वर्तते किञ्चित् वैचित्र्यं वर्तते यतोहि पर्वतवनिमान् धूमात् इत्यस्मिन् पर्वतः इति पक्षः भिन् महोदय न श्रूयते महोदय केवलं मम कृते वा महोदयः मौन आचार्य महोदयः मौनस्थितां गतः यथा सर्वदा इति नरसिंहरेड्डी महोदय तत्र किञ्चित् मध्ये भग्नः अभवत् नाम न श्रूयते वा इदानीं पुनः इदानीं पुनः तत्र आरम्भतः आश्रयनाशजन्यगुणनाशत्वम् इति हेतुः आश्रयनाश्य अजन्यगुणनाशित्वमिति हेतुः यथा धूमः अत्र प्रकृते किन्तु किञ्चित् वैचित्र्यं वर्तते यतोहि पर्वतवनिमान् धूमात् इत्यस्मिन् पर्वत इति पक्षः भिन्नवस्तु धूमश्च तस्मात् भिन्नवस्तु परञ्च आश्रयनाशजन्यगुणनाशः इति पक्षः आश्रयनाशजन्यगुणनाशत्वमिति हेतुः नाम पुनः तदेव तस्यैव धर्महेतुरूपेण उक्तं कुत्रचित् अनुमानेषु तथा भवति उदाहरणार्थं वह्निना उष्णवह्नित्वात् नाम वह्नौ उष्णत्वम् अस्ति महोदय पुनः न श्रूयते अस्ति तर्हि अत्र अनुमानप्रयोगकः वह्निना उष्णवह्नित्वात् महोदय तत्र इदानीं पुनः पूर्वं तत्र पक्ष इति तदेव आसीत् तत्र तस्यैव धर्मः अत्र हेतुरूपेण दत्तमस्ति यतः धूमः अत्र प्रकृते किञ्चित् वैचित्र्यमस्ति तत्र पर्वतो वनिमान् धूमः इत्यत्र पर्वतभिन्न धूमभिन्न किन्तु अत्र किम् अस्ति न श्रूयते महोदय किञ्चित् वैचित्र्यं वह्निना उष्णवह्नित्वात् एतदपि समान अस्ति कथं जानीमः यतोहि तस्मिन् वह्नौ वह्नित्वम् अस्ति अतः तत्र अनुमानवाक्यं भवति वह्निना उष्णः वह्नित्वात् तादृशमेव अत्र अपि आश्रयनाशजन्यगुणनाशे इति पक्षः अस्ति चेत् आश्रयनाशजन्यगुणनाशत्वं हेतुः भवति इति अस्ति महोदय अस्तु तर्हि तत्र अस्तु तत्र किञ्चित् पुनः सम्यक् महोदय तत्र किञ्चित् पुनः वदामि तावदेव नाम साधारणतया तत्र अस्माकम् उदाहरणे तत्र पर्वतः वन्यमान् धूमात् इत्यत्र पर्वतः पक्षः अपि धूमः नाम तत्र साधारणतया धूमः पर्वते न भवति किन्तु कुत्रचित् दृश्यते नाम यथा दृश्यते तदा वह्निः अपि अस्ति इति ज्ञानं भवति इति अनुमानप्रयोगः किन्तु अत्र किञ्चित् वैचित्र्यं वर्तते नाम आश्रयनाश अजन्यगुणनाशः इति नाम वयं दृष्टवन्तः नाम तत्र गुणनाशः अस्ति किन्तु सर्वं गुणनाशः किन्तु अत्र गुणनाशः आश्रयनाशेन अभवत् अत्र गुणनाशः आश्रयनाशेन न अभवत् अतः आश्रयनाश अजतः अस्ति एषः गुणनाशः किन्तु इदानीं तत्र हेतुः अस्मिन् प्रयोगे हेतुः कः इत्युक्ते तत्र हेतुः अस्ति आश्रयनाश अजन्यगुणनाशत्वं नाशत्वात् इति नाम नाशत्वम् एव हेतुः नाम तत्र घटः अस्ति घटस्य धर्मः घटत्वं घटत्वं घटे वर्तते पुस्तकत्वं पुस्तके वर्तते तथैव आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः नाम तत्र गुणनाशे अस्ति गुणनाशत्वं गुणनाशे अस्ति तस्य धर्मः अतः हेतुः अत्र धर्मः एव अस्ति तत्र अतः तत्र हेतुः धर्मः एव अस्ति अतः हेतुरूपेण धर्मः आगतं तर्हि तादृशम् अनुमानं भवति अत्र लघु उदाहरणं नाम सरल उदाहरणं वह्निः उष्णः वह्नित्वात् नाम वह्निः यत्र अस्ति तत्र उष्णः अपि भवति वह्नित्वं यत्र अस्ति तत्र उष्णः अपि भवति इति तादृशम् अनुमानप्रयोगः अस्ति अतः तत्र अत्र तु वह्नित्वं वह्नौ अस्ति इति तस्य ज्ञानं तु सुलभतया भवति यतोहि वह्नित्वम् इति वह्निः धर्मः अस्ति अतः तत्र वह्निः उष्णः वह्नित्वात् तत्र उष्णः इति हेतुः अस्ति वह्नित्वं तत्र धर्मः एव हेतुरूपेण स्वीकृतम् इति अस्ति अतः तादृशमपि अतः तत्र एतस्य परिच्छेदेन किम् अवगतव्यं नाम हेतुः धर्मः पक्षस्य धर्मः अपि हेतुरूपेण भवितुम् अर्हति तत्र चिन्ता मास्तु तर्हि हेतुः पक्षस्य धर्मः इति तत्र अनुमानप्रयोगः भवितुम् अर्हति भिन्नवस्तु हेतुः भवेत् इति किमपि नास्ति किन्तु हेतुः पक्षे अस्ति इति ज्ञानं भवेत् हेतुः पक्षस्य धर्मः अस्ति चेत् तत्र पक्षे हेतुः अस्ति इति अवगमनं तु अस्ति अतः आशयनाश अजन्यगुणनाशत्वं तत्तु तत्र आशयनाश अजन्यगुणनाशे अस्ति पक्षे अस्ति अतः अनुमानं कर्तुं शक्नुमः इति अस्तु अग्रे अग्रे सरामः तर्हि तर्हि तत्र अग्रे तत्र उषाभगिनी अग्रे पठति वा अस्तु महोदय पर्वतः वह्निमान् धूमात् इति स्थले यत्र यत्र धूमः तत्र तत्र वह्निः इति उच्यते एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति यत्र यत्र इत्यत्र अनन्तरं यः पदार्थः भवति सः व्याप्यः तत्र तत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्यापकः व्यापकव्याप्ययोः कः अर्थः इति चेत् विश्वे व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य अपेक्षया व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतम् व्यापकक्षेत्र अपेक्षया लघु च तर्हि हेतुः व्याप्यः साध्यं व्यापकं यथा धूमः वह्निः वह्निः भवति चेत् धूमः भवति एव इति तु नास्ति वह्निः भवति चेत् धूमः भवति एव इति तु नास्ति कुत्रचित् यथा वह्निः अस्ति धूमः न भवति वह्निः अस्ति धूमः नास्ति एतादृशी स्थितिः भवति किन्तु धूमः भवति चेत् तस्य अर्थः एवं यत् वह्निः अस्ति एव यतोहि द्वयोः कार्यकारणभावः अस्ति अग्निः कारणं धूमः कार्यः अग्निः कारणं धूमः कार्यं वह्निना धूमः उत्पद्यते अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति किन्तु वह्निः अस्ति चेत् धूमः भवितुम् अर्हति न अपि भवितुम् अर्हति तदर्थम् अत्र न केवलं कार्यकारणभावः अपि तु व्यापकभावः अपि अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणम् अत्र किम् अस्ति अनुमानप्रमाणं नाम अनुमिति नाम अनुमिति सिद्ध्यति अस्तु पर्वतः वह्निमान् धूमात् इति स्थले यत्र यत्र धूमः तत्र वह्निः इति उच्यते तत् वयं जानीमः यत्र यत्र यत् पर्वतः वह्निमान् धूमात् इति चेत् धूमः अस्ति तत्र वह्निः तत्र वह्निः इति वदामः एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः अत्र हेतु अपि च साध्य वह्निमा यत्र धूमः अस्ति तत्र वह्निः इति सो हेतु अपि च साध्यं धूमः अस्ति वह्निः अस्ति धूमः हेतु अस्ति एण्ड् साध्यः अत्र वह्निः अस्ति इति. अतः हेतुसाध्ययोः तयोः मध्ये एतादृश सम्बन्ध तत्र सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः इति. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. सो अत्र हेतुः अत्र धूमः इति साध्यं वह्निः इति. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. यत्र यत्र यत्र यत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्याप्यः हेतुः. हेतुः यत्र यत्र हेतुः. सो हेतुः इति व्याप्यः इति भवति. अत्र धूमः व्याप्यः. तत्र तत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्यापकः. व्यापकः अत्र वह्निः इति व्यापकः. व्यापकव्याप्ययोः कः अर्थः इति चेत् विश्वे व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य अपेक्षया. व्याप्यस्य व्याप्यः इति धूमः इत्यस्य अपेक्षया व्यापक इति वह्नि इत्यस्य क्षेत्रं बृहत् भवति. व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं. व्यापकव्याप्ययोः कः अर्थः इति चेत् व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं. सो व्याप्यस्य क्षेत्रम् अत्र धूमस्य क्षेत्रं वह्नेः क्षेत्रे अन्तर्भूतं. क्षेत्रे अन्तर्भूतं व्यापकक्षेत्र अपेक्षया लघु एव. धूमः धूमस्य क्षेत्रं वह्नेः क्षेत्रस्य अपेक्षया लघु एव. तर्हि हेतुः व्याप्यः साध्यं व्यापकम्. ओके, हेतुः अत्र धूमः साध्यं व्यापकं. यथा धूमः वह्निः, वह्निः भवति चेत् धूमः भवति एव इति तु नास्ति. कुत्र वयं वयं जानीमः वह्निः भवति चेत् धूमः भवति एव इति नास्ति. कुत्रचित् भवति कुत्रचित् न भवति. वह्निः अस्ति चेत् धूमः नास्ति. एतादृशी स्थितिः भवति. धूमः नास्ति इति. किन्तु धूमः भवति चेत् तस्य अर्थः एवं यत् वह्निः अस्ति एव. धूमः इति दृष्टः चेत् धूमः अस्ति इत्यनेन वयं जानीमः वह्निः अस्ति इति. यतोहि द्वयोः कार्यकारणभावः अस्ति. धूमः इत्यस्य कारणं वह्निः एव. अग्निः कारणं धूमः कार्यं. वह्निना धूमः उत्पद्यते. अतः धूमः अस्ति चेत् वह्निः अवश्यमेव. वह्निः अवश्यम् अस्ति. किन्तु वह्निः अस्ति चेत् धूमः इति भवितुम् अर्हति अथवा न भवितुम् अर्हति अपि. तदर्थम् अत्र न केवलं कार्यकारणभावः अपि तु व्याप्यव्यापकभावः. तदेव वयं पूर्वं दृष्टवन्तः. व्याप्यव्यापकभावः अपि च कार्यकारणभावः अपि. अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः भवति. कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति. कार्यकारणभावः अत्र वह्निः अस्ति धूमः कुत्रचित् अस्ति कुत्रचित् नास्ति इति. परन्तु व्याप्यव्यापकभावः किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमिति सिद्ध्यति एव इति. समीचीनं भगिनि. तर्हि तत्र अनुमानप्रमाणं नाम तत्र साक्षात् ज्ञानं. तत्र अनुमितिः इति सिद्ध्यति नाम तत्र अनुमानज्ञानं किम् अस्ति तत्र अनुमितिः इति तस्य नामकरणम्. अनुमितिः सिद्ध्यति. तत् ज्ञानं सिद्ध्यति. अत्र व्याप्य हेतु अपि तत्र साध्यं. तयोः तत्र व्याप्यव्यापकः भावः अपेक्षितः नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् इति यथा वह्निः तत्र धूमः अपि वह्निः यथा यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानम् अस्ति वयं जानीमः तत्र तयोः मध्ये तादृशसम्बन्धः वर्तते यत्र यत्र हेतुः तत्र तत्र साध्यम् अतः एव तत्र अग्रे गत्वा वयं पश्यतु पक्षे हेतुः अस्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् अतः पक्षे हेतुः अस्ति चेत् पक्षे साध्यमपि भवेत् यतोहि यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अनुमानस्य एकं सोपानं भवति अतः तत्र अनुमानप्रक्रियायां हेतुः अपि तयोः मध्ये एतादृशव्याप्तिः नाम अन्वयव्याप्तिः अत्र उदाहरणं नाम तयोः मध्ये व्याप्यव्यापकभावः वर्तते इति तत्र साधनीयमस्ति नाम वक्तव्यं भवति नाम व्याप्यव्यापकभावः नाम यत्र यत्र हेतुः तत्र तत्र साध्यः अतः तत्र हेतुः तस्य क्षेत्रं लघु अपि हेतोः क्षेत्रं साध्यस्य क्षेत्रे अन्तर्भूतः अस्ति मध्ये अस्ति हा अतः एव यत्र यत्र हेतुः तत्र तत्र साध्यः यत्र साध्यः तत्र हेतुः इति न वदामः किन्तु यत्र यत्र हेतुः तत्र तत्र साध्यः अतः यत्र हेतुः अस्ति तत् किञ्चित् विशिष्टम् अस्ति तत्र साध्यमपि भवेत् किन्तु यत्र साध्यमस्ति तत्र हेतुः अस्ति इति न अतः एतस्य क्षेत्रं न्यूनम् अन्तर्भूतः अस्ति अस्य क्षेत्रे अतः धूमः नाम हेतुः व्याप्यः अस्ति व्यापकः व्यापकः अस्ति तत्र वह्निः अथवा साध्यम् तर्हि तत्र धूमः अपि वह्निः तत्र व्याप्यः अस्ति धूमः व्यापकः अस्ति वह्निः अतः एतादृशसम्बन्धः व्याप्यव्यापकः भावः हेतुसाध्ययोः मध्ये भवेत् तदा एव अनुमानप्रक्रिया अग्रे भवति अस्यां तस्याम् अग्रे गन्तुं शक्नुमः अनुमितिः अपि सिद्ध्यति तदा इति अस्ति अस्तु अग्रे धन्यवादः भगिनि अग्रे तर्हि तावत् तत्र चन्द्रमती भगिनि हा अग्रे पठति वा तर्हि एतदाधारेण वह्निनः उष्णः वह्नित्वात् इति स्थले चिन्तयितुं शक्नुमः अत्र च बोध्यं यत् कार्यकारणभावो नास्ति भावः नास्ति वह्नित्वम् इति जातिः उष्णत्वम् इति गुणः वह्नित्वं हेतुः उष्णत्वं साध्यम् अत्र च उष्णः इत्यनेन उष्णस्पर्शः स च उष्णस्पर्शः नानाविधः वह्निजन्यः अपि भवति उष्णस्पर्शः सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः अतः उष्णत्वं कुत्रचित् भवति यत्र वह्नित्वं नास्ति किन्तु वह्नित्वं भवति चेत् उष्णत्वम् अस्ति एव अनेन वह्नित्वं व्याप्यं भवति उष्णत्वञ्च व्यापकं भवति कार्यकारणभावः यद्यपि नास्ति किन्तु व्याप्यव्यापकभावः अस्ति तर्हि एतदाधारेण वह्निः उष्णः वह्नित्वात् इति स्थले चिन्तयितुं शक्नुमः वह्नित्वात् वह्नित्वम् इति गुणः अस्ति वह्नित्वात् एव भगिनी तत्र अस्मिन् अनुमानवाक्ये तत्र पक्षः कः साध्यं किं हेतुः कः इति वदति वा वह्निः उष्णः हेतुः वन्यत्वात् एव वन्यत्वात् उष्णः वह्निः इति हेतुः उष्णः इति साध्यः अत्र अत्र पक्षः अत्र कुत्र वह्निः अस्ति तद् एव पक्षः अत्र पर्वतः पक्षः पर्वतः वन्यमान् अस्ति चेत् पर्वतः पक्षः तर्हि अत्र किम् अत्र किम् अस्ति पक्षः किम् अस्ति पर्वतो वन्यमान् अत्र पर्वतः वन्यमान् अत्र पर्वतः पक्षः किन्तु अस्मिन् उदाहरणे वह्निः उष्णः वह्नित्वात् इति तत्र पक्षः कः पर्वत वह्निः पक्षः वा हा वह्निः पक्षः वह्निः पक्षः साध्यं किं साध्यः कः अत्र उष्ण उष्णः उष्णः नाम उष्णत्वं साक्षात् वह्नौ अस्ति वह्नौ अस्ति इति साधयितुम् इच्छामः हेतुः कः वह्नित्वम् उत्तमं हा वह्नित्वम् इति हेतुः अस्तु अत्र च बोध्यं यत् कार्यकारणभावः नास्ति अत्र च बोध्यं यत् कार्यकारणभावः नास्ति वा कार्यकारणभावः तत्र कयोः मध्ये कार्यकारणभावः नास्ति नाम तत्र पूर्वस्मिन् उदाहरणे तत्र कयोः मध्ये कार्यकारणभावः आसीत् धूमः कारणं वह्निः कार्यं किं किम् धूमेन वह्निः भवति वा अथवा वह्निना धूमः वह्निः कारणं धूमः कार्यं कार्यम् अस्तु हा अतः तत्र कार्यकारणभावः वर्तते अस्तु इदानीम् अत्र अत्र साध्यं किम् अस्ति साध्यः कः उष्णः उष्णः उष्णः अपि हेतुः अस्ति वह्नित्वम् अपि उष्णः तयोः मध्ये तत्र कार्यकारणभावः वर्तते वा वह्नित्वम् इति पुनः अत्र नास्ति वह्नित्वम् उष्णः वह्निः तत्र एव तत्र कार्यकारणभावः तयोः मध्ये नास्ति इति उक्तं वन्यत्वम् इति जातिः वन्यत्वम् इति जातिः उष्णत्वम् इति गुणः तत्कारणेन वन्यत्वम् इति जातिः अस्ति किन्तु उष्णत्वम् इति गुणः अस्ति वन्यत्वं हेतुः उष्णत्वं साध्य वन्यत्वं हेतुः उष्णत्वं साध्य अत्र अत्र च उष्णः इत्यनेन उष्णस्पर्शः तेजः उष्णस्पर्शः स च उष्णस्पर्शः नानाविधः विविधकारणेन उष्णस्पर्शः भवति वन्यजन्यः अपि उष्णस्पर्शः भवति सूर्यकिरणेन अपि सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः अतः उष्णत्वं कुत्रचित् भवति यत्र वन्यत्वं नास्ति उष्णत्वं वन्यत्वं नास्ति चेदपि उष्णत्वं भवति वन्यत्वं नास्ति किन्तु वन्यत्वं भवति चेत् उष्णत्वम् अस्ति एव पूर्वम् उक्तं यत्र यत्र वह्निः अत्र तत्र तत्र हेतुः इति न भूमः इति नास्ति किन्तु कुत्र धूमः अस्ति तत्र वह्निः भवेत् इति पूर्वम् उक्तं तादृशमेव अनेन उष्णम् उष्णत्वं कुत्रचित् भवति यत्र वन्यत्वं नास्ति, किन्तु वन्यत्वं भवति चेत् उष्णत्वम् अस्ति एव. वन्यत्वम् अस्ति चेत् उष्णत्वं भवेदेव, किन्तु यत्र यत्र इति वदतु, यत्र यत्र इति वदतु, यत्र यत्र उष्णत्वं तत्र तत्र वन्यत्वम् इति नास्ति, किन्तु यत्र यत्र वन्यत्वं तत्र तत्र उष्णत्वम् इति भवेत्. हा उत्तमम्, अस्तु समीचीनम्. अतः अनेन वन्यत्वं व्याप्तमस्ति, वन्यत्वम् इति लघु वन्यत्वम् इति व्याप्यं भवति, उष्णत्वम् इति व्यापकं भवति, तद् बृहत् कार्यकारणभावः यद्यपि नास्ति किन्तु व्याप्यव्यापकभावः अस्ति. तत्र कार्यकारणभावः द्वयोः नास्ति, किन्तु व्याप्यव्यापकभावः वन्ये उष्णत्वयोः अस्ति. उत्तमं भगिनि. यत्र तत्र तत्र उष्णत्वम्, एतत्तु समीचीनं, किन्तु यत्र यत्र उष्णत्वं तत्र नास्ति. अस्तु समीचीनम्. अतः तत्र वन्यत्वम् अस्ति चेत् तत्र उष्णत्वं भवति एव. अतः तयोः मध्ये व्याप्यव्यापकभावः अस्ति. अतः तत्र अनुमानसङ्गे तत्र कार्यकारणभावः कुत्रचित् भवति, किन्तु प्रमुखः अस्ति व्याप्यव्यापकभावः. तत्र व्याप्यव्यापकभावः अस्ति चेत् अनुमानप्रयोगं चलति, तत्र प्रक्रिया अग्रे गच्छति. कार्यकारणभावः एव भवति इति नास्ति, व्याप्यव्यापकभावः अस्ति चेत् पर्याप्तम्. अतः अनुमानं कर्तुं न शक्यते यत्र उष्णः अस्ति तत्र वह्निः भवेत् इति अनुमानं न भवति. न न न अत्र नाम प्रथमतया उष्णः हेतुः अस्ति, हेतुः वह्निः अस्ति, भवती एव उक्तवती यत्र यत्र वह्निः महोदय. कार्यकारणभावः नास्ति, व्याप्यव्यापकभावः एव अस्ति इति, अतः अनुमानं कर्तुं किमपि क्लेशः अस्ति वा? कार्यकारणभावः नास्ति, तदेव अहम् उक्तवान्. कार्यकारणभावः न अपेक्षितः, व्याप्यव्यापकभावः एव अपेक्षितः. अस्तु अस्तु, अतः एव एतद् उदाहरणं. कार्यकारणभावः नास्ति चेदपि चिन्ता मास्तु, व्याप्यव्यापकभावः अस्ति चेत् अग्रे गन्तुं शक्नुमः. अतः कार्यकारणभावः अस्ति इति आचार्य अस्मिन् उदाहरणे वन्यत्वं तथा उष्णत्वं, तर्हि यत्र वन्यत्वं वर्तते तत्र उष्णत्वम् अपि अस्ति एव खलु? वह्निना उष्णता जायते एव न? विना उष्णता वह्नि उष्णता तत्र सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः इति उक्तं खलु? तत् अवगच्छामि, परन्तु अत्र वह्नित्वं तथा उष्णत्वं मध्ये किमर्थं कार्यकारणभावः नास्ति इति प्रश्नः अस्ति एव इति. तदस्ति, किन्तु कुत्र कुत्र उष्णत्वम् अस्ति तत्र वन्यत्वं नाम उष्णत्वम् इति जातिः, उष्णस्पर्शः नाम तत्र तत्र अन्यगुणः भवति खलु, भवेत् सत्यम्. अस्तु, तत् तथा स्वीकर्तुम् इच्छति वा सूर्यकिरणजन्ये उष्णत्वम् इति? नाम तत्र यत्किमपि तत्र कार्यकारणभावः नास्ति इति उक्तं, किन्तु तत्र मुख्यविषयः अस्ति तस्य किमपि तत्र मुख्यत्वं नास्ति, व्याप्यव्यापकभावः एव तत्र आवश्यकं. नाम यत्र यत्र हेतुः तत्र तत्र साध्यं, तादृशसम्बन्धः भवेत्. तादृशसम्बन्धः स्पष्टतया तस्य गोचरं भवेत् अस्माकम् इति. अतः अयम् अस्मिन् उदाहरणे मम चिन्तने कार्यकारणभावः अपि आगच्छति एव. किन्तु नाम व्याप्यव्यापकभावः एव तत्र प्रमुखः इति उक्तम्. अन्यत्र तत्र अन्येषु उदाहरणेषु प्रायशः तत्र कार्यकारणभावः नास्ति इति सरलतया वक्तुं शक्नुमः, किन्तु अत्र उक्तम् अस्तु. किन्तु व्याप्यव्यापकभावः एव तत्र प्रमुखः इति चिन्तयामः महोदय. किन्तु तत्र जातिः गुणः अस्ति चेत् कार्यकारणभावः नास्ति खलु? वन्नित्वम् इति जातिः, उष्णत्वम् इति गुणः, तत्र कार्यकारणभावः अस्ति वा? नास्ति खलु? यथा तत्र गोत्वस्य जातिः अस्ति चेत् तस्य किं गुणाः सन्ति वा? तत्र कार्यकारणभावः इति न वदामः तत्र. प्रायशः यथा भवत्याः प्रश्नः प्रायशः तत्र साधयितुं शक्नोति, किन्तु तत्र प्रक्रिया का इति तत्र मनसि नास्ति. न, तत्र एव दत्तमस्ति, करपत्रे एव दत्तमस्ति महोदय. तत्र वन्नित्वम् इति जातिः, उष्णत्वम् इति गुणः इति, तर्हि तयोः कार्यकारणभावः भवति वा न भवति खलु? नाम तत्र गुणः यथा तत्र पुष्पे पुष्पं तत्र नाम भगिनि तत्र समवायिकारणमस्ति, असमवायिकारणमस्ति, निमित्तकारणमस्ति. तर्हि कार्यकारणभावः अस्ति चेत् तत्र निमित्तकारणम् इति भवेत्. तर्हि तत्र किञ्चित् तत्र प्रक्रिया किमपि अपेक्षिता अस्ति, किन्तु इदानीं तत्र का अस्ति न वा इति अपि तत्र विचारः मास्तु. तत्र केवलं व्याप्यव्यापकभावः एव तत्र प्रमुखः इति. अस्तु महोदय. हा, तत्र कथं स्वरूपमहोदय तत्र उक्तवान् इति मम मनसि. तत्र जातिः अपि गुणः, तयोः मध्ये कार्यकारणभावः नास्ति इति तत् सत्यम् एव, किन्तु मम मनसि स्पष्टता नास्ति तत् कथम् इति. अतः अहम् एतत् किन्तु किञ्चित् दृष्ट्वा पुनः दृष्ट्वा वदामि भगिनि. हा, प्रायशः तेन एव तत्र साधयितुं शक्नुमः, किन्तु मनसि स्पष्टता नास्ति. जातिः अस्ति इति कृत्वा समवायिकारणं नास्ति, असमवायिकारणं नास्ति, किन्तु निमित्तकारणं भवेत् खलु? तादृशमपि अस्ति खलु तत्र निमित्तकारणम् इति दण्डचक्रादि तत्र आगच्छति. उदाहरणं किन्तु यत्र यथा भगिनि नाम तत्र द्वयोः पदार्थयोः मध्ये कारणम् अस्ति इति वदामश्चेत् तद् सुलभः अस्ति साक्षात्, यतोहि किम् एतदस्ति इति साधयामः. किन्तु कारणं नास्ति इति वक्तुं तत् किञ्चित् क्लिष्टमस्ति भगिनि. नाम वयं तयोः मध्ये कार्यकारणभावः नास्ति इति चिन्तयामः, किन्तु अन्य कोऽपि आगत्य पश्यतु एतदेतद् अनेन सम्बन्धेन, अनेन सम्बन्धेन, अनेन सम्बन्धेन एतत् कारणमस्ति इति अपि वक्तुं शक्नोति खलु? इत्युक्ते पुष्पं नास्ति चेत् अथवा घटः नास्ति चेत् तस्य रूपमपि नास्ति इति तथा अतः मम मनसि स्पष्टता नास्ति. अतः अहं तत्र तत् कथम् इति न जानामि भगिनि. हा, अतः किञ्चित् दृष्ट्वा वदामि, किन्तु मम मनसि स्पष्टता नास्ति तत्र तत् कथम् इति. किन्तु कार्यकारणभावः भवेत् न भवेत् तेन न कोऽपि लाभः, व्याप्यव्यापकभावेन एव तत्र अनुमानम् अग्रे इति आमाम् इति प्रमुखविषयः इति एव अस्ति. हा, किन्तु तस्मिन् विषये पश्यामि, किमपि यदि अवगच्छामि वदामि. हा, अस्तु तर्हि. अथवा अन्यत् उदाहरणं स्वीकुर्मः यत्र कार्यकारणभावः नास्ति इति तत्र स्पष्टतया. हा, तादृशस्य उदाहरणं वदतु आचार्य अग्रिमवर्गे. हा, इदानीं मम मनसि नास्ति, किन्तु अग्रिमवर्गे वदामि. अस्तु, तर्हि समीचीनम्. अत्रैव विरमाम. तर्हि एतावत् बहु किमपि अवगतवन्तः वयम्. अस्तु तर्हि धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः. धन्यवादः. धन्यवादः. नमस्कारः.